भेदपृथक्त्वयोः परस्परवैलक्षण्यम् इति विषयः. तस्मिन् विषये पक्षद्वयं वर्तते. प्राचीननयायिकानां पक्षः एकः. प्राचीननयायिकाः अथवा सिद्धान्तिनः वदन्ति यत् भेदः अपि च पृथक्त्वं भिन्नौ पदार्थौ इति. किन्तु नूतनाः अथवा पूर्वपक्षिणः वदन्ति यत् भेदः एव पृथक्त्वम् इति. तस्मिन् सन्दर्भे पूर्वपक्षिभिः आपादनद्वयम् उत्थापितम् आसीत्. आपादनद्वयेन संयोगापत्तिः इति दोषस्य सम्भावना, तस्य निवारणमपि कृतवन्तः सिद्धान्तिनः. विभागस्य उदाहरणं दत्त्वा, यथा विभागः यद्यपि द्विनिष्ठः किन्तु एकत्र विभागः इति आरोप्य अवधिः स्वीक्रियते, तथैव पृथक्त्वमपि सर्वत्र न भवति. अवयवपरम्परायां यानि द्रव्याणि तेषु परस्परपृथक्त्वं न भवति, यतोहि पृथक्त्वेन युतसिद्धत्वं भवति, युतसिद्धत्वेन संयोगापत्तिः सञ्जायते इत्यस्य निवारणार्थम् अवयव अवयविभावः ययोः मध्ये तयोः पृथक्त्वं नास्ति इति उक्तवन्तः. इति कृत्वा आपादनद्वयस्य उत्तरं दत्तवन्तः. ततः अग्रे गत्वा परमाणोः संयोगापत्तिः अथवा परमाणुद्वयसंयोग अनुपपत्तिः जायेत इत्यस्य विषये अपि किञ्चित् ते उक्तवन्तः. यतोहि अस्माभिः ज्ञायत्येव यद् पृथगाश्रय आश्रितौ यौ तयोः एव संयोगः भवति इति. किन्तु परमाणुद्वयोः कीदृशी परिस्थितिः अस्ति इति सरला भगिनी किञ्चित् वदति वा? सरला भगिनी अस्ति किम्? भगिनी अस्मि. परमाणु अन्तिम अंश अस्ति, तस्य अवयव न सन्ति. इति कारणे परमाणु द्वयो परमाणु संयोग कथं भवति तस्य कारणम् अस्ति परमाणु क्रियावत् तस्य. यतोहि परमाणु आश्रय नास्ति, परन्तु क्रियावत् द्वयो परमाणोः संयोग भवेत् इति. परमाणोः आश्रयः किमर्थं नास्ति? तस्य परमाणु अन्तिम अंश अस्ति, तस्य केऽपि अवयव नास्ति न सन्ति. अवयवः नास्ति इति कृत्वा परमाणुः अनाश्रितः. अनाश्रितः इत्युक्ते अनाश्रितः इत्यनेन किं परम्परा ज्ञायते? अनाश्रितस्य तस्य एकाकी भवति परमाणु. अनाश्रितः इत्युक्ते समवायसम्बन्धेन आश्रय नास्ति. परमाणोः अवयवाः न सन्ति, अतः समवायेन आश्रितः नास्ति. समवायसम्बन्धेन आश्रितः नास्ति, अतः पृथगाश्रय आश्रितत्वं नास्ति. परन्तु तस्य क्रियावत् तस्य निमित्तात् परमाणोः संयोग भवितुम् अर्हति. यद्यपि पृथगाश्रय आश्रितत्वं नास्ति द्वयोः परमाणोः, यतोहि परमाणोः आश्रयः अथवा अवयवाः नास्ति इति कृत्वा पृथगाश्रय आश्रितत्वम् इति एव विषयः न उदेति. परन्तु परमाणोः स्वभावः अस्ति स्वतन्त्रक्रियावत्त्वम् इति, तेन तयोः संयोगः सम्भवति इति सिद्धान्तिनः वदन्ति इति परमाणुविषये आसीत्. पुनः ततः अग्रे भवती एव किञ्चित् वदतु मूर्तविभु संयोगापत्तिः विषये. सो इदानीं त्रयोविधसंयोग आपत्ति प्रथमविधा भवति आश्रय आश्रित पृथक् आश्रय आश्रितव आवश्यकं द्वितीय अपि क्रियावत् यदि परमाणु क्रियावत् भवति अन्न आश्रित अपि तस्य संयोगः भवितुं शक्नोति तृतीय भवति मूर्तिविभु संयोगः कथं भवेत् यदि मूर्तिद्रव्यम् अस्ति विभूद्रव्यस्य कोऽपि एकनिमिष मूर्तद्रव्यं मूर्ति इति न मूर्तद्रव्यं मूर्तद्रव्य आश्रय आश्रित तत्त्वात् तयो मध्ये संयोग पृथक् आश्रयश्रत्वात् तयो मध्ये संयोगः भवितुम् अर्हति किन्तु यदि विभूद्रव्य अस्ति तस्य कोऽपि आश्रय आश्रित नास्ति विभूद्रव्यस्य अपि अनाश्रित अस्ति विभूद्रव्यं किमर्थम् अनाश्रितः विभुः तस्य अवयवः नास्ति विभुः महत् अस्ति विभुः इति सर्वव्यापि एकः एव अवयवः नास्ति एकमेव अस्ति तर्हि मूर्तविभु द्रवयोः संयोगः कथं भवेत् तस्य कारणं भवति उपाधिभेदात् तस्य संयोगः भवितुं शक्नोति यदि घटादिभेदात् उपाधिः कः इदानीम् आकाशस्य उदाहरणं स्वीकृत्य किञ्चित् आकाशयो संयोगः तत्र घट उपाधि भवति घट अवच्छेदकं भवति इतोपि किञ्चित् वक्तव्यं भवति सावित्री भगिनी उपाधिविषये वदति वा आकाशे उपाधयः कथं भवन्ति अपि च तेन कथं यतोहि आकाशः एकः एव विभुद्रव्यम् अस्ति परन्तु उपाधिं स्थापयित्वा विभजनं कर्तुं शक्नुमः अस्माकं सौकर्याय यथा प्रकोष्ठः भवति प्रकोष्ठे आकाशः भवति तत् आकाशः यत् प्रकोष्ठात् बहिः आकाशः अस्ति तत् तस्मात् पृथगस्ति पृथग् न भिन्नः अस्ति तदर्थम् उपाधिभेदात् अथवा उपाधिभेदात् आकाशस्य विभजनम् अथवा कालस्य विभजनं कर्तुं शक्नुमः एकस्य द्रव्य यदि एकः एकं द्रव्यं प्रकोष्ठे अस्ति तत् प्रकोष्ठाकाशे संयोगः भवति यदा द्रव्यं प्रकोष्ठात् बहिः आनयामः तदा प्रकोष्ठाकाशे विभागः अथवा विभजनं वियोगः भवति अपि च बहिः यद् आकाशः अस्ति तस्य संयोगः भवति द्रव्ये अपि च आकाशस्य बहु समीचीनमस्ति तर्हि उपाधिभेदेन मूर्तविभु द्रव्ययोः मध्ये संयोगः विभागश्च जायते सरला भगिनी बुद्धं वा आं भगिनि भगिनी सङ्ख्यापरिमाणं पृथक्त्वं संयोग विभाग इति पञ्चानां किम् उदाहरणम् अस्ति तस्य अस्तु अत्र केवलम् उक्तमस्ति यद् एते पञ्चगुणाः सङ्ख्यापरिमाणं पृथक्त्वं संयोगः विभागः सर्वद्रव्यवृत्तिः खलु इत्युक्ते विभुद्रव्ये अपि अस्ति इति अस्तु किन्तु विभुद्रव्ये पृथक्त्वं कथं साधयामः यथा सावित्री भगिन्या उक्तम् उपाधिभेदेन साधयामः इत्यस्य वदनार्थं तत्र स्थापितमस्ति बुद्धं वा आं भगिनि धन्यवादः अस्तु केन आगतं तदभ्यन्तरे वर्धिनी भगिनी अस्मि भगिनि वर्धिनी भगिनी अस्तु तर्हि इतः अग्रे घटकपालयोः पृथगाश्रयाश्रितत्वस्य संयोगापत्तिः इति. तत्र सन्ध्या भगिनी किञ्चित् विवृणोति वा? पुनः न च एवं वाच्यम् इति उक्त्वा ते किं वदन्ति सिद्धान्तिनः इति. तद् वाक्यं पठामि वा भगिनि? पठित्वा किञ्चित् प्रतिपादयतु. न च एवं घटकपालयोः मध्ये अपि कपालस्य कपालिकाश्रितत्वात् घटस्य च कपालाश्रितत्वात् पृथगाश्रयाश्रितत्वस्य सम्भवेन कपालक्रियया घटकपालयोः संयोगापत्तिः सर्वादौ उक्ता अनिवार्या एव इति वाच्यम्. समानदिग्भागव्यापिनां दिगुपाधिभूतानां घटावयवपरम्परागतानां कपालकपालादिकानां परस्परावधिकपृथक्त्वस्य अस्वीकारात्. तर्हि अत्र प्रथमं तु वाक्यस्य आकारः तत्र न च वाच्यम् इति अस्ति. तर्हि तत्र किं न च वाच्यम् इत्युक्ते तत्र घटः एवं कपालः घटकपालयोः मध्ये अपि तत्र कपालस्य आश्रयः कपालिका अस्ति, अपि च घटस्य आश्रयः कपालः अस्ति. अतः तेषां मध्ये तत्र भिन्नभिन्न आश्रयः अस्ति इति कृत्वा पृथगाश्रय आश्रितत्वम् अस्ति इति उक्त्वा तत्र कपालमध्ये या क्रिया भवति तेन तया क्रियया घटकपालयोः संयोगः भवितुम् अर्हति इति वयं यदि वदामः तर्हि तत्तु समीचीनं नास्ति इति तस्य वाक्यस्य अर्थः. तत्र किमर्थम् इत्युक्ते तत्र यद्यपि तत्र कपालस्य आश्रयः कपालिका अपि च घटस्य आश्रयः कपालः इति यद्यपि अस्ति तथापि तत्र ते समानदेशे एव तेषां वृत्तिः अस्ति. तत्र समानदिग्भागव्यापिनः सन्ति इत्युक्ते समानदेशे एव तेषां वृत्तिः वर्तन्ते इति. तत्र घटः अपि च कपालः अपि च कपालिका एते सर्वे अपि घटस्य अवयवपरम्परायामेव सन्ति एतानि द्रव्याणि इति कृत्वा परस्पर पृथगाश्रयाश्रितत्वं परस्पर अवधिकत्वम् इति किमपि नास्ति तेषाम् इति तु स्वीकृतम् अस्ति एव. अतः तथा यद् पूर्वस्मिन् वाक्ये उक्तमस्ति तत्र घटकपालयोः मध्ये भिन्नभिन्न आश्रितत्वम् अस्ति इति स्वीकुर्मः वा तेन संयोगः भवति वा घटकपालयोः इति स्वीकर्तुं न शक्नुमः इति. बहु समीचीनं. तर्हि अयं बिन्दुः स्पष्टः स्यात्, अत्र नूतनं किमपि नास्ति. यद् अस्माभिः पूर्वं पठितं तद् अधुना ग्रन्थे अपि उल्लिखितमस्ति. ग्रन्थस्य वाक्यं, विद्याधरीग्रन्थस्य वाक्यम् इदं, ते अपि ग्रन्थकारः अपि इदमेव वदति यद् पूर्वपक्षी घटकपालयोः पृथगाश्रयाश्रितत्वात् संयोगः उत्पद्यते इति वदेत् इति विचिन्त्य कारणमपि ददाति. समानदिग्भागव्यापिना न कदापि परस्परावधिकपृथक्त्वम् अपि च संयोगः अपि नास्ति इति. अस्तु, तर्हि गते वर्गे एकः प्रश्नः आसीत् खलु, दिग् उपाधिभूतानाम् इत्यस्य आवश्यकता का इति. समानदिग्व्यापिनाम् इति पर्याप्तं स्यात् इदं वक्तुं यत् परस्परावधिकपृथक्त्वं न भवति घटावयवपरम्परागतानाम् इति. तर्हि अत्र एकं वाक्यं योजितम्, अहमेव पठामि समयस्य अभावे इति कृत्वा. तत्र अस्ति यत् सामान्यतया दिगुपाधयः दिशि पृथक्त्वं कल्पयन्ति, किन्तु समानदिग्भागिषु तैः दिगुपाधिभिः पृथक्त्वं न कल्प्यते इति वैशिष्ट्यम् इति. बुद्धं वा? न भगिनी, किञ्चित् एकवारं पुनः वदति वा? अस्तु, अत्र भवती यत् पठितवती तस्मात् अधः तृतीयः परिच्छेदः. निमग्नमनं तत्र तस्य उपरि द्वितीयछेदः सत्यं घटः अपि दिगुपादिभूतः कपालिका अपि दिगुपादिभूता इति तु जानीमः खलु. दिग् अथवा दिशि उपादयः भवन्ति मूर्तद्रव्याणि घटः कपालः कपालिका इत्यादीनि किल. यथा कालस्य उपादयः तथैव मूर्तद्रव्याणि दिशः उपादयः भवन्ति दिक् उपाधिभूताः अथवा दिग् उपाधिभूतानि सर्वाणि द्रव्याणि. अस्य वदनस्य आवश्यकता का इत्युक्ते सामान्यतया दिगुपादयः दिशि पृथक्त्वं कल्पयन्ति इति तु सत्यं किल. यथा आकाशे भगिन्या उक्तमासीत् आकाशे यथा प्रकोष्ठः इति उपाधिः कल्पयति तथैव दिगुपादयः दिशि पृथक्त्वं कल्पयन्ति. घटः यस्मिन् दिशि अस्ति तद् एकः सा एका दिशि इति घटस्य बहिः अथवा घटस्य परितः अपरा दिशि इति दिश् दिग् इति पृथक्त्वं कल्प्यते घटस्य विद्यमानत्वेन. तर्हि दिशि तु पृथक्त्वं कल्पयन्ति दिगुपादयः अथवा मूर्तद्रव्याणि. परन्तु समानदिग्भागिषु इत्युक्ते घटकपालादिषु घटकपालः समानदिग्भागी खलु. यद्यपि दिशि पृथक्त्वं कल्पयन्ति दिगुपादयः तथापि समानदिग्भागिषु तैः पृथक्त्वं न कल्प्यते इति सत्यं वा न किं वदन्ति? तैः समाने समान दिक् अस्ति. हा समानदिग् अस्ति यद्यपि कपालः घटः इति भिन्नः भिन्नभिन्नदिगुपादयः खलु. कपालः अपि एकः उपाधिः घटः अपि एकः उपाधिः. दिशि अवश्यं पृथक्त्वं कल्पयति कपालः घटः च. परन्तु स्वस्मिन् समानदिग्भागिषु पृथक्त्वं न कल्प्यते तैः इति अत्र उक्तं तावदेव. तर्हि प्रायः तदर्थं दिगुपादिभूतानाम् इत्यस्य अवसरः अत्र आगतः इति. अस्तु तर्हि हा मूले तत्र आपादनद्वयं कल्पितम् आसीत् खलु. आपादनद्वयं कृतमासीत् कैः? पूर्वपक्षिभिः. तर्हि माला भगिनी किञ्चित् वक्तुम् इच्छति वा आपादनं किम् आसीत् इति? अथवा राजेन्द्रमहोदय किं भगिनि पुनः वदतु? तत्र पूर्वपक्षिभिः आपादनद्वयम् उक्तमासीत् किल? आम् आं भगिनि. आपादनद्वयं किम् इति वदति वा? प्रथमम् आपादनम् आसीत् घुनुरूपस्य तस्य रूपादिवत् मूर्त उत्पत्ति द्वितीयक्षणे जायमानस्य नित्यावधिक्त्वे मान अभावात्. यथा तत्पूर्वम् अस्माभिः पठितं यः कोऽपि गुणः आसीत् तत्र नित्यावधिक् नियतावधिक्त्वं न आसीत् अवधिक्त्वं तत्र न आसीत्. परन्तु यथा द्वितीयक्षणे गुणरूपः जायते तथा नियतावधिक्त्वम् अपि न आगच्छति. तत्कारणात् ते न मन्यते पूर्वपक्षिणः न मन्यते पृथक्त्वम् एकं गुणः अस्ति. तर्हि पृथक्त्वं गुणः नास्ति इति चेत् किम् अस्ति? ते वदन्ति भेदरूप भेद अथवा पृथक्त्वं समान एव. तावत् तावत् तावत् तर्हि भेदः एव नियतावधिकत्वं भेदः एव नियतावधिकत्वस्य कारणेन भेदः इति प्रथमम् आपादनं, द्वितीयम् आसीत् किम्? द्वितीयम् आपादनम् आसीत् भूतल अवधिकत्वस्य, तस्य एव कपाल अवधिकत्वस्य अपि आवश्यकतात् तद्दोषात् अवस्थ्यम्। अनन्तरं ते वदन्ति तत् मन्यते अपि यदा यदा नियत अवधिक्तौ पृथक्त्वं गुणः अस्ति तत् तत्पि यदा मन्यते तर्हि कथं भूतल अवधिक्तस्य एव कपाल अवधिक्तः तस्य अपि अस्ति यथा घटभूतल भूतले भूतल अवधिक्तम् अस्ति तथैव कपाल घटकपालयोः अपि कपाल अवधिक्तम् एव समान एव अस्ति तत् तत् कारणात् कथं तत्र कथं पृथक्त्वं तत्र तादृशी न भवितुं भवति भविष्यति कपाल अवधिक्तं कथं न भवितुम् अर्हति यथा भूत घटभूतलयोः भूतल अवधिक्तं भवति तथा कथं कपाल अवधिक्तं न न भवति तत् तेषां द्वितीय आपादनम् आसीत् तत् कारणतः न अपादनम् अस्ति यदा सिद्धान्तिनः वदन्ति तत्र संयोग आपत्तिः अस्ति यदा कपाल घटकपालयोः अवधिक्त्वं मन्यते तथा तत्र युतसिद्धोत्तमः आगच्छति यथा घटकपालः एकस्मिन् एव देशे स्थितः तत्कारणात् तत् युतसिद्धोत्तम कारणात् तत्र संयोग आपत्तिः आगच्छति। हा बहु समीचीनं महोदय, तर्हि द्वितीय आपादनेन संयोगापत्तिः आगच्छति कयोः घटकपालयोः। अस्तु, इति द्वितीयम् आपादनं खलु, द्वितीय आपादने अपि संयोगापत्तिः। अत्र यत्किमपि सन्ध्या भगिन्या पठितं तत्रापि संयोगापत्तिः इति अस्ति। कृतगाश्रय आश्रितत्वस्य सम्भवः अस्ति इति कृत्वा संयोगापत्तिः इति विषयः उत्थापितः, अपि च द्वितीय आपादने अपि संयोगापत्तिः इति विषयः। तर्हि तयोः भेदः कः इति किमपि चिन्तनम् अस्ति वा? द्वितीयम् आपादनं च इदं तृतीयम् आपादनम् इति एव वक्तुं शक्नुमः, तयोः सम्बन्धः किमपि सम्बन्धः अस्ति वा इति। राजेन्द्रमहोदय किं वदति? अत्र किमस्ति, यदि यदा चिन्तयामः कपालस्य आश्रयम् आश्रयः घटः अस्ति, कपालिका अस्ति, घटस्य आश्रयः कपालः अस्ति, तद् भासते ते पृथक् आश्रयत्वम् अस्ति तत्र, परन्तु तत् अपि संयोग आपत्तिः आगच्छति यथा यदा ते एकस्मिन् एव देशे स्थाः तत्कारणात् तत्र संयोग आपत्तिः आगच्छति यदि तत्र संयोगः न सम्भवति। हा, इति तु सत्यं, किन्तु द्वितीय आपादने अपि तथा एव उक्तं खलु, संयोगापत्तिः आगच्छति, तस्य निवारणार्थं किं कृतवन्तः? युतसिद्धत्वं तत्र। सावित्री भगिनी किञ्चित् प्रयत्नं करोति वा वक्तुम्? अस्तु भगिनी, प्रश्नः न अवगतः मया। द्वितीय आपादनम् आसीत् यदि वयं स्वीकुर्मः पृथक्त्वे पृथक्त्वे किम् अस्तु अपररीत्या पृच्छामि, द्वितीय आपादने च अस्मिन् वाक्ये च यद् अधुना सन्ध्या भगिन्या पठितम् उभयोर्मध्ये संयोगापत्तिः इति विषयः, परन्तु संयोगापत्तिः भिन्नभिन्नरीत्या निवारिता सिद्धान्तिभिः। द्वितीय आपादने संयोगापत्तिः कथं निवारिता, केन निवारणेन संयोगापत्तिः निवारिता? तत्र विभागस्य उदाहरणं स्वीकृत्य तत्र केचन अवधयः स्वीक्रियते अपि च केचन निष्कास्यते. तत्र निष्पन्नम् अस्ति यत् सर्वत्र नियतावधिकत्वं निखिलावधिकत्वं नास्ति. यथा पूर्वपक्षिभिः चिन्तितं तथा नास्ति. नियतावधिकत्वम् अस्ति वा नास्ति द्वयोः एकमेकम् उदाहरणं स्वीकृत्य तत्र निखिलावधिकत्वं नास्ति. तदर्थं घटकपालयोः संयोगः न भवति इति तत्र उक्तम्. अत्र किञ्चित् भिन्नम् अस्ति. घटकपालयोः मध्ये अपि कपालस्य कपालिकास्तित्वात् घटस्य च कपालास्तित्वात् पृथगाश्रयाश्रितत्वस्य सम्भवे न कपालक्रियया घटकपालयोः संयोगापत्तिः. अत्र ते पुनः चिन्तयन्ति पृथक्त्वं भेदः एव. तत्र पृथगाश्रयाश्रितत्वं नास्ति एव, भिन्नाश्रयाश्रितत्वम् अस्ति. परन्तु अत्र कथं साधयन्ति इत्युक्ते भवती यदुक्तवती तत् सत्यं. पृथग् पृथग् इत्यस्य स्थाने भिन्नाश्रय आश्रितत्वम् इति विचिन्त्य पूर्वपक्षिभिः तथा तथाविध आपादनं क्रियते यत् कपालघटयोः मध्ये संयोगः. हा, प्रथमद्वितीय आपादने संयोगापत्तेः निवारणार्थं प्रथमतया निखिलावधिकत्वं निवारितमासीत् विभागस्य उदाहरणेन. अस्तु, अत्र संयोगापत्तेः आधारः अस्ति पृथगाश्रय आश्रितत्वम् इति. हा, तर्हि अत्र संयोगापत्तिः कथं निवारिता? अत्र स्थानभेदः नास्ति, अपि च समानदिग्भागव्यापिनां परस्पर अवधिकत्वं न भवति एव इति साधितं. सर्वे द्रव्याणि दिगुपाधिभूतानि भवन्ति, तयोर्मध्ये परस्पर अवधिकत्वं न भवति. तदर्थं घटकपालयोः संयोगः न भवति. समीचीनम्. अस्तु, इति एव भेदः द्वयोः मध्ये. यद्यपि संयोगापत्तिः इति विषयः, तथापि भिन्नभिन्नरीत्या संयोगापत्तिः निवारिता. भिन्नभिन्नकारणेन संयोगापत्तिः आगता प्रथमतया. द्वितीयापादने निखिलावधिकत्वस्य स्वीकारेण संयोगापत्तिः, अत्र पृथगाश्रयाश्रितत्वस्य स्वीकारेण संयोगापत्तिः तद् निवारिता. सा निवारिता अपि भिन्नरीत्या. अस्तु, तर्हि इतः अग्रे निगमनम् इत्यस्मात् आरभ्य पठेम. सरला भगिनी पठति वा? आं भगिनि. किञ्च विभागे विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वे च विस्पष्टं प्रतीयमानम् अवधित्वं भेदीयप्रतियोगिता च तादात्म्य आद्यनेकपदार्थज्ञानाधीनज्ञानविषयः इति अनयोः विषययोः चिन्तने अपि पृथक्त्वम् अतिरिक्तः गुणः इति प्राचीनानाम् आशयः स्थूलबुद्धा विचारणीयः इति तावत् मम प्रतिभाति इति. हस्तवृक्षात् पृथक् इति स्थितौ वृक्ष अवधि वृक्षे अवधित्वम्, हस्तवृक्षात् भिन्न इति स्थितौ वृक्षः प्रतियोगी वृक्षे प्रतियोगिता, वृक्षे यत् अवधित्वं पुनः वृक्षे या प्रतियोगिता, परिशीलनेन इदम् अवधित्वम् इयं च प्रतियोगिता द्वयमपि समानं न अपि तु द्वयो मध्ये महत् वैलक्षण्यम्। किञ्च विभागे विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वे च विस्पष्टं प्रतीयमानम् अवधित्वं विभागस्थले वयं जानीमः विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वे विभाग अथवा पृथक्त्वे विभिन्नदेशव्याप्ति विभिन्नदेशे यदि मूर्तद्रव्य वर्ति तत्र विभागं भवति तस्य एकनिमिष तदपि सत्यं विभागः विभिन्नदेशव्यापिमूर्तवृत्ति यत्र अस्ति तत्र किन्तु विभिन्नदेशव्यापिमूर्तवृत्ति इति कस्य विशेषणं तस्य मूर्ति विभागस्य पृथक्त्वस्य पश्यतु तत्र एकं दीर्घं पदमस्ति खलु समस्तपदं वस्तुतः विभिन्नदेशव्यापिमूर्तवृत्ति पृथक्त्वे विभागस्य विशेष न विभागः इति भिन्नं पदमेव वाक्ये किं च विभागे च विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वे इति चेत् तत्र कस्य विशेषणं भवति पृथक्त्वं कुत्र भवति पृथक्त्वं विभिन्नदेश यदि व्याप्ति विभिन्नदेशे भवति हा तर्हि विभिन्नदेशव्यापिद्रव्ये एव भवति खलु पृथक्त्वं नाम अवयव अवयवी भावः ययोः मध्ये तत्र पृथक्त्वं नास्ति विभिन्नदेशः इति अपेक्षितः हा इति एव उक्तम् एकस्मिन्नेव पदे विभिन्नदेशव्यापि मूर्तवृत्ति पृथक्त्वे च विस्पष्टं प्रतीयमानम् अवधित्वं यदि पृथक्त्वस्थले अवधित्वं आवश्यकम् अस्ति तस्य अवधित्वं यदि नास्ति तस्य ज्ञानं न भवति प्रतीयमानम् अवधित्वं भेदीयप्रतियोगिता च भेदस्थले प्रतियोगिता आवश्यकं भवति तत् प्रतियोगिता तादात्म्यादीनज्ञानविषयः इति अनयोः विषयोः चिन्तने अपि पृथक्त्वम् अतिरिक्तगुणः इति सो भेदस्थले प्रतियोगिता तादात्म्यसम्बन्धेन अवच्छिन्ना भवति तत् भेद अनेक एकमेव भेद अनेक पदार्थेषु ज्ञातम् अस्ति भेद उदाहरण घटभेद तस्य आश लैक् पटघटात् भिन्न मठघटात् पृथक् मठघटात् भिन्न घट अभाव भेद भिन्न आश्रये भिन्न आश्रयेषु भवति एकमेव भेदः अस्ति हा किञ्चित् भिन्नरीत्या अत्र वक्तुम् इच्छामि स्पष्टीकरणाय अत्र कयोः तुलना अस्ति प्रथमतया विभाग पृथक्त्वस्य न चिन्तयतु वाक्यमस्ति भेदे प्रतियोगिता अस्ति पृथक्त्वे अवधि पृथक्त्व या प्रतियोगिनी प्रतियोगी तथा अवधि तस्य तुलना अस्ति तर्हि प्रतियोगी अपि च अवधित्वं क्षम्यतां प्रतियोगिता अवधित्वं समानस्तरे सः अतः तयोः तुलना अस्ति. अपि च भवती यदुक्तवती एकः भेदः बहुत्र इति, तद् सत्यमेव, किन्तु किञ्चित् भिन्नरीत्या वक्तुम् इच्छामि यतोहि तत्र स्पष्टं भवति. एकस्मिन् पदार्थे बहवः भेदाः भवन्ति, पटे घटभेदः, मठभेदः, वृक्षभेदः, हस्तभेदः, बहवः भेदाः भवन्ति खलु. तर्हि बहूनां भेदानां विद्यमानत्वात् कः भेदः कस्य इति ज्ञातव्यं भवति. भेदः बहवः भेदाः भवन्ति एकस्मिन् घटे, पटस्य, मठस्य, वृक्षस्य इति. तेषां मध्ये वैलक्षण्यं स्थापयितुं, तत्र भेदं स्थापयितुं प्रतियोगिता कीदृशी इति ज्ञातव्या भवति. अस्तु, तदर्थं तादात्म्यादि अनेकपदार्थानां ज्ञानं. परन्तु पृथक्त्वस्य स्वभावः कः? कति पृथक्त्वानि भवन्ति एकस्मिन् द्रव्ये? पृथक्त्व एकमेव भवति, किन्तु तस्य अवधि, तस्य आशय अवयविना विहाय सर्वत्र भवति. सर्वत्र भवति, अपि च प्रतीतौ भासते. प्रतीतौ भासते. अस्तु, इदानीम् उदाहरणं पठतु. हस्तः वृक्षात् पृथक् इति. हस्त वृक्षात् पृथक् इति स्थितौ वृक्ष अवधि वृक्षे अवधित्वं. हस्त पृथक् पृथक् पृथक्स्य पृथक् पृथक् पृथक्स्य आश्रय पृथक्त्वस्य आश्रय हस्त अस्ति. तस्य अवधि वृक्ष भवति, सो तस् वृक्षावधिकपृथक्त्वम् अस्ति एतत्. सो वृक्षे भवति अवधित्वं. यदि हस्तवृक्षात् भिन्न इति स्थितौ वृक्षप्रतियोगी वृक्षे प्रतियोगिता. हस्तवृत्ता वृक्षात् भिन्न एतत् वाक्ये वृक्ष वृक्षप्रतियोगी असि, तस्मिन् विद्यमानभावसि प्रतियोगिता. सो प्रतियोगिता या प्रतियोगिता भेदस्थले अस्ति तस्य तुलना पृथक्त्वस्थले अवधित्वं भवति. समीचीनं. अवधित्वेन सह भवति. वस्तुतः भेदस्थले अवधिः कः? भेदस्थले अवधि प्रतियोगी. प्रतियोगी अत्र प्रतियोगी वृक्षः खलु. वृक्षे प्रतियोगिता अपि अस्ति, अवधित्वम् अपि अस्ति. किन्तु तस्मिन्नेव वृक्षे पृथक्त्वस्य सन्दर्भे अवधित्वम् इति भिन्नरीत्या ज्ञायते. अस्तु, अग्रे. वृक्षे यदि अवधित्वं, पुनः वृक्षे या प्रतियोगिता, परिशीलनेन इदम् अवधित्वम् इयं च प्रतियोगिता द्वयम् अपि समानं न अपि तु द्वयोः मध्ये महत् वैलक्षणम् अस्ति. यदि एकमेव वृक्ष, तस्मिन् प्रतियोगिता अपि अस्ति, तस्मिन् अविधत्वम् अपि अस्ति, किन्तु द्वयोः मध्ये वैलक्षणम् अस्ति. तस् दे द्वयोः भिन्ना सन्ति. सत्यं सत्यं सत्यं. पृथक्त्वस्थले यदवधित्वं भासते, अपि च भेदस्थले या प्रतियोगिता इति भासते, द्वयोः महत् वैलक्षण्यम् अस्ति. कीदृशं वैलक्षण्यम् इति अग्रे परिशीलयामः. अस्तु, वर्धिनी भगिनी पठति वा? आं भगिनि. विभिन्नदेशव्यापिमूर्तवृत्ति एकनिमिष भगिनि, द्वितीयः परिच्छेदः अत्र अस्माकम् कर्मज संयोग विषयात् आरभ्य पृथगाश्रय आश्रित विषयमाध्यमेन अवधिविषयमाध्यमेन नियतावधिकत्वविषयमाध्यमेन निखिलावधिकत्वविषयमाध्यमेन भेदः एव पृथक्त्व निरासपर्यन्तम् इति दीर्घचर्चायाः सारांशः उच्यते. मूलवाक्यम् इदं विभागे पृथक्त्वे च यत् अवधित्वं भेदीयप्रतियोगिता अनयोः द्वयोः गभीरतुलनया स्पष्टं भवति यत् पृथक्त्वम् अतिरिक्तः गुणः. पृथक्त्वम् अतिरिक्तः गुणः इति साधनीयम् आसीत्. तस्य साधनार्थम् आरम्भतः किं किं कृतवन्तः? पृथगाश्रयाश्रितविषयमाध्यमेन पृथगाश्रयाश्रितत्वं इति पठितवन्तः, अपि च कर्मजसंयोगजसंयोगविषये तस्मात् आरभ्य पुनः पृथगाश्रयाश्रितत्वस्य विषये पठितवन्तः. तदनन्तरम् अवधिविषयः नेतावधिकत्वविषयः निखिलावधिकत्वविषयः भेद एव पृथक्त्वं निरासपर्यन्तम् इति दीर्घचर्चायाः सारांशः उच्यते. अस्मिन् वाक्ये ये ये विषयाः सन्ति ते सर्वे ये विषयाः सन्ति ते पायिण्टर्स् इव. अस्माकं गृहपाठः अस्ति खलु, तस्मिन् एषां सर्वेषां विषये किञ्चित् किञ्चित् लेखनीयं भवति. अस्तु. मूलवाक्यमिदं विभागे पृथक्त्वे च यत् अवधित्वं भेदीयप्रतियोगिता अनयोः द्वयोः गभीरतुलनया विस्पष्टं भवति यत् पृथक्त्वम् अतिरिक्तः गुणः. पृथक्त्वम् अतिरिक्तः गुणः इति विस्पष्टं भवति. केन विस्पष्टं भवति अथवा कया विस्पष्टं भवति? भेद प्रतियोगिता द्वयोः अनयोः द्वयोः भेदः कयोः द्वयोः भेदीयप्रतियोगिता इति एकम्, अवधित्वम् इति अपरम्. अस्तु. अनयोः द्वयोः तुलनया अनयोः तोलनं कृत्वा पृथक्त्वम् अतिरिक्तः गुणः इति साधनीयं भवति अग्रे इति अन्तिमः भागः अस्यां चर्चायां. सारांशरूपेण भेदीयप्रतियोगिता अपि च अवधित्वं तयोः मध्ये वैलक्षण्यम् अस्ति इति साधयित्वा पृथक्त्वम् अतिरिक्तः गुणः भेदात् च विलक्षणम् इति साधनीयं भवति. बुद्धम् अस्ति. अस्तु अग्रे सरे तर्हि राजेन्द्रमहोदय अग्रे पठति वा? राजेन्द्रमहोदय अस्ति किम्? क्षम्यतां भगिनि, अस्मि अत्र म्यूट् मध्ये आसम्. विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वम् इत्यनेन विभिन्नदेशव्यापिमूर्तानि यानि द्रव्याणि तेषु यत् पृथक्त्वं पुनः विभागे पृथक्त्वे च तादृश यत् अवधित्वं तादात्म्ये अधीन अनेकपदार्थ तादात्म्यादि अनेकपदार्थ क्षम्यतां भगिनि धन्यवादः तादात्म्य आदि अनेकपदार्थ ज्ञानादीन ज्ञानविषयः या भेदी प्रतियोगिता अन्योः पृथक् विषये का अवधित्वं अवधित्वभेदीप्रतियोगित द्वयोः चिन्तनेन स्पष्टं भवति यत् पृथक्तम् अतिरिक्तगुणः यत् अस्माभिः विस्तरेण एतावता साधितम्। विभिन्नदेशव्यापिमूर्तवृत्ति पृथक्त्वं मूर्तद्रव्याः ये विभिन्नदेशव्यापितं सन्ति तत्र पृथक्त्वम् इत्यनेन विभिन्नदेशव्यापिमूर्तानि यानि द्रव्याणि यानि द्रव्याणि विभिन्नदेशे व्यापिताः सन्ति यानि मूर्तद्रव्याणि विभिन्नदेशे मूर्तानि सन्ति तेषु यत् पृथक्त्वम् अथवा पृथक्त्वं तथैव गुणः आगच्छति यथा विभिन्नदेशव्यापितमूर्तद्रव्याः विभिन्नदेशे सन्ति तानि मूर्तानि मध्ये एव पृथक्त्वं वक्तुं शक्नुमः। पुनः विभागे पृथक्तवेच्च तादृश्यः यत् अवधित्वं तत्र एव अवधित्वं गुणः आगच्छति वक्तुं शक्नुमः। तादात्म्य आदि अनेकपदार्थज्ञानादि यानि विषयाः या भेदी प्रतियोगिता तादात्म्यसम्बन्धेन अनेक पदार्थानां मध्ये यः किमपि ज्ञानम् आगच्छति अधीन ज्ञानम् आगच्छति ज्ञानविषयाः ये सन्ति सा प्रतियोगिता उच्यते। अन्योः पृथग् विषय अवधित्वं भेदी प्रतियोगितयोः चिन्तयामः अस्माकं चिन्तनम् आसीत् एतावत्पर्यन्तं तत्र पृथक् विषय अवधित्वं भेदी प्रतियोगितयोः चिन्तनेन वयं जानीमः तत् पृथक्त्वं किञ्चित् अतिरिक्त गुणः अस्ति यत् अस्माभिः विस्तरेण एतावता साधितम्। समीचीनं, तर्हि पुनः उक्तं कयोः मध्ये तुलना अस्ति इति पुनः एकवारम् उक्तं, कयोः मध्ये तुलना अस्ति महोदय? अत्र पृथक्त्वं एवम् अधित्वम् अन्यथा भेदरूपी प्रतियोगिता मध्ये तुलना अस्ति। पृथक्त्वस्य अवधित्वं पृथक्त्वविषयक अवधित्वम् अपि च भेदीयप्रतियोगिता अनयोः मध्ये तुलना भवति अग्रे। अस्तु महोदय, भवानेव अग्रे अपि पठतु। अत्र तादात्म्यादौ विभजनं कृत्वा वदतु, तादात्म्यादि अनेकपदार्थ तादात्म्य आदि अनेकपदार्थज्ञानादिज्ञानविषयः इति पदं भेदीप्रतियोगिता इत्यस्य विशेषणं। यदा भेदीप्रतियोगिता वयं वदामः तस्य विशेषणम् अस्ति तादात्म्य आदि अनेकपदार्थज्ञानादिज्ञानविषयः विषयः यः अस्ति सा एव भेदीप्रतियोगिता। तादात्म्य आदयः ये अनेके पदार्थाः तेषां यत् ज्ञानं तादात्म्य आदि अनेकपदार्थानां यत् ज्ञानं तादृशज्ञानस्य अधीनं यत् ज्ञानं तद्विषयः प्रतियोगिता इत्यर्थः अग्रे विस्तरेण उच्यते। यथा तादात्म्यसम्बन्धेन यः ज्ञानः उत्पद्यते तस्य ज्ञानस्य अधीने यः अस्ति सा एव भेदी प्रतियोगिता अस्ति। ये तादात्म्य आदयः ये अनेके पदार्थाः तेषां यत् ज्ञानं तादात्म्य अधीन तस्य किञ्चित् विस्ताररूपेण अत्र अस्ति विवरणं यत् ज्ञानं तादात्म्य अधीन तादात्म्य आदि अनेकपदार्थानां यत् ज्ञानं सा तादात्म्य सा एव ज्ञानं भेदी प्रतियोगिता भेदी प्रतियोगिता इत्यस्य अर्थः सः तादृशज्ञानस्य अधीनं यत् ज्ञानं तद्विषये प्रतियोगिता इत्यर्थः एवमेव भगिनि हा समीचीनं तर्हि ज्ञानस्य विषयः भवति खलु सर्वदा अयं घटः इति ज्ञानं तत्र विषयः घटः इति पूर्वमपि पठितम् अस्माभिः ज्ञानमिति सविषयकपदार्थः सर्वेषां ज्ञानानां विषयः इति भवति एव तद्वत् प्रतियोगिता अपि विषयः एकस्य ज्ञानस्य तद् ज्ञानं कीदृशम् इति इदानीं महोदयेन प्रतिपादितं तादात्म्यादि अनेकपदार्थज्ञानाधीनज्ञानमस्ति तस्य ज्ञानस्य विषयः अस्ति प्रतियोगिता प्रतियोगिता कीदृशी इति ज्ञातुं बहु किमपि पूर्वं ज्ञातव्यं भवति इति सारांशः अस्तु अग्रे अजितमहोदय पठति वा अजितः महोदय अस्ति भगिनि अग्रे कृपया भेदस्य विषये भेदस्य विषये यदा सम्यक् ज्ञानं भवति नाम भेदस्य स्वभावः कः भेदस्य ज्ञानस्य कथं जायते तदा पृथक्त्वभेदयोः वैलक्षण्यं स्पष्टं प्रतीयते यतोहि भेदस्य ज्ञानं विशिष्टं ततः पूर्वं बहु किमपि ज्ञातव्यं यदा भेदः ज्ञातव्यः तदा ज्ञानपरम्परा अपेक्षते साक्षात् भेदस्य ज्ञानं न सम्भवति पृथक्त्वस्य स्थले तथा नास्ति पृथक्त्वस्य गुणत्वात् साक्षात् ज्ञानं भवति तस्य इत्युक्ते भेदस्य स्वभावः कः इति तत्र प्रश्नः भेदस्य ज्ञानं च कथं जायते भेदस्य स्वभाव ज्ञानस्य कथं जायते तदा पृथक्त्वभेदयोः वैलक्षण्यं स्पष्टं प्रतीयते इत्युक्ते अत्र पृथक्त्वभेदयोः वैलक्षण्यं किम् इति प्रश्नस्य उत्तरम् अन्वेषणं कुर्वन्ति हा इति अन्वेषणं कुर्वन्तः स्मः भेदपृथक्त्वयोः वैलक्षण्यम् इति किन्तु अधुना केन आधारेण कुर्मः अन्वेषणम् इत्युक्ते द्वौ पदार्थौ स्वीकृत्य तयोः तुलना कृत्वा एकमस्ति भेदीयप्रतियोगिता अपरमस्ति अवधित्वम् इति बुद्धं वा अजितमहोदय आमां तयोः तुलना जायमाना अस्ति तर्हि तस्य अवगमनार्थं भेदस्य ज्ञानं कथं जायते इति परिशीलनेन पृथक्त्वभेदयोः वैलक्षण्यमपि स्पष्टं भवति वैलक्षण्यम् अस्तु अग्रे पठतु यतोहि यतोहि भेदस्य ज्ञानं विशिष्टं ततः पूर्वं बहु किमपि ज्ञातव्यम् इत्युक्ते इत्युक्ते भेदस्य भेदस्य विवरणार्थं पूर्वं प्रतियोगी कः इति तत् ज्ञानम् आवश्यकं खलु सत्यं सत्यं सत्यं भवता यद् उक्तमधुना तद् अग्रे आगच्छति, किन्तु चिन्तनं समीचीनं समीचीनमेव चिन्तनं. भेदस्य ज्ञानार्थं प्रथमतया कस्य भेदः, प्रतियोगी कः इति ज्ञातव्यम्. अतः भेदस्य ज्ञानं विशिष्टम्. किन्तु परन्तु पृथक्त्वस्य स्थले तथा नास्ति. उदाहरणार्थं घटः पटात् पृथक् एकमेव वाक्यं, तत्र तत्र प्रतियोगी तत्र ज्ञानं नास्ति खलु. हा, तत्र किमपि अधिकं न ज्ञातव्यं भवति. घटः पटात् पृथक् इति चेत् तत्र अधिकं किमपि न ज्ञातव्यं भवति. किन्तु भेदस्थले यथा भवता उक्तं प्रतियोगी कः इत्यादिकं ज्ञातव्यं भवति. अत्र उक्तमस्ति यत् पृथक्त्वस्य गुणत्वात् साक्षात् ज्ञानं भवति तस्य. पृथक्त्वं यत्र कुत्रापि अस्ति तत्र कति पृथक्त्वानि भवन्ति? एकमेव पृथक्त्वं भवति. पृथक्त्वम् इति गुणः एकमेव द्रव्येण विशिष्यते इति कृत्वा अधिकं ज्ञानं न अपेक्षितम्. परन्तु भेदस्य विषये तथा नास्ति. यथा भवता उक्तम् इतोपि किमपि ज्ञानम् अपेक्षितमस्ति. अस्तु, एवं करोतु, भवान् एव अग्रे पठतु. भेदीयप्रतियोगिता कीदृशी? तादात्म्याधने तादात्म्यादि अनेकपदार्थ तादात्म्यादि अनेकपदार्थ ज्ञानाधीनज्ञानविषयः. तादात्म्यादि अनेकपदार्थ ज्ञानाधीनज्ञानविषयः. यथा घटभेदः स्वीकृतः, घटात् भिन्नः इति प्रतीतिः, तावता भेदीयप्रतियोगिता सिद्धा नास्ति. सा प्रतियोगिता घटत्वावच्छिन्ना, तादात्म्यसम्बन्धावच्छिन्ना च. तादृशा प्रतियोगितायाः ज्ञानार्थम् इदं सर्वं प्रथमं ज्ञातव्यं भवति. अन्यथा किं भवति? अन्यत्र पटे विद्यमाना या प्रतियोगिता तदपेक्षया घटे विद्यमाना प्रतियोगिता कथं विलक्षणा इति न ज्ञायते. अतः सर्वोपि अवच्छेद्यावच्छेदकभावः ज्ञातव्यः भवति. अनेन इयं प्रतियोगिता घटत्वावच्छिन्ना, तादात्म्यसम्बन्धावच्छिन्ना इति ज्ञातं चेदेव सा स्पष्टा ज्ञायते. पृथक्त्वस्थले गुणत्वात् तथा नास्ति इति वैलक्षण्यम्. अत्र यथा पूर्वम् उक्तं, पृथक्त्वभेदयोः वैलक्षण्यं किम् इति विवरणम् अस्ति. तत्र भेदस्य एवं करोतु, आरम्भतः किञ्चित् किञ्चित् खण्डशः पठतु, तदा सर्वेषां लाभः भवति. भेदीयप्रतियोगिता कीदृशी इति प्रश्नः. तादात्म्या अद्य अनेकपदार्थज्ञानाधीना ज्ञानविषयः. इत्युक्ते भेदीयप्रतियोगी तादात्म्यसम्बन्धेन अनेकपदार्थज्ञानविषयः आवश्यकः. हा हा, इदं विशेषणम् अस्ति, विशेषणविशेष्यभावः इति. तत्र विशेषणमस्ति तादात्म्यादि अनेकपदार्थज्ञानाधीनज्ञानविषयः. विशेष्यं किम्? विशेषं भेदः न भेदीयप्रतियोगिता भेदीयप्रतियोगिता हा इदानीं पश्यतु उन्नतः बालकः बालकः कीदृशः उन्नतः तथा तद्वदेव तादात्म्यादि अनेकपदार्थज्ञानाधीन इत्यादिकं ज्ञानविषयः भेदीयप्रतियोगिता अस्तु किमर्थं तथा उक्तम् इति अग्रे अस्ति उच्यता यदा उदाहरणार्थं घटभेदः स्वीकृतः घटात् भिन्नः इति प्रतीतिः तावता भेदीयप्रतियोगिता सिद्धा नास्ति घटात् भिन्नः इति वचनेन प्रतियोगिता किं कीदृशी कीदृशी हा न जान सा प्रतियोगिता घटत्वावच्छिन्ना तादात्म्यसम्बन्धावच्छिन्ना च तत्र प्रतियोगिता कीदृशी प्रश्नः जायते तत्र प्रतियोगिता घटत्वावच्छिन्ना तादात्म्यसम्बन्धावच्छिन्ना च इति वक्तुम् आवश्यकम् भेदस्थले भेदः कुत्र अस्ति इति प्रश्ने कृते तत्र उत्तरमस्ति स्वं विहाय सर्वत्र इति खलु घटः घटभेदः घटे नास्ति किन्तु लोके सर्वत्र यतोहि घटः स्वस्मिन् तादात्म्यसम्बन्धेन तिष्ठति इति किल सिद्धान्तः घटः प्रतियोगी घटे प्रतियोगिता अस्ति घटे तादात्म्यसम्बन्धः अपि अस्ति घटे घटत्वमपि अस्ति अतः प्रतियोगिता कीदृशी केन केन अवच्छिन्ना भवति प्रतियोगिता घटत्वावच्छिन्ना भवति प्रतियोगिता तादात्म्यसम्बन्धः अवच्छिन्ना च भवति अस्तु एतत् सर्वम् अपेक्षितं भवति प्रतियोगितायाः ज्ञानार्थं तादृशप्रतियोगितायाः ज्ञानार्थम् इदं सर्वं प्रथमं ज्ञातव्यं भवति अन्यथा किं भवति अन्यत्र पटे विद्यमाना या प्रतियोगिता तदेव तदपेक्षया घटे विद्यमाना प्रतियोगिता कथं विलक्षणम् इति न ज्ञायते इत्युक्ते इदानीं घटे विद्यमानप्रतियोगिता कीदृशम् इति जानीमः तथा घटत्वावच्छिन्ना तादात्म्यसम्बन्धावच्छिन्ना प्रतियोगिता एव किन्तु पटे विद्यमाना प्रतियोगिता कीदृशं तत् कथं विलक्षणम् इति न ज्ञायते तत्र खलु तावदेव अतः सर्वोपि अवच्छेद अवच्छेदकभावः ज्ञातव्यः भवति तत्र विलक्षणनिरूपणार्थम् अवच्छेदक अवच्छेद्य अवच्छेदकभावः ज्ञातव्यः भवति अनेन इयं प्रतियोगिता घटत्वावच्छिन्ना तादात्म्यसम्बन्धावच्छिन्ना इति ज्ञातं चेदेव सा स्पष्टा ज्ञायते इत्युक्ते इयं प्रतियोगिता घटत्वावच्छिन्ना तादात्म्यसम्बन्धावच्छिन्ना इति तत्र विवरणम् आवश्यकम् पटभेदस्थले प्रतियोगिता केन केन अवच्छिन्ना भवति पटयो प्रतियोगिता घटभेदस्थले घटत्वावच्छिन्न तादात्म्यसम्बन्धावच्छिन्न खलु तथैव पटभेदस्थले तत्र घटाभाव एकनिमिषः अहं पटभेदः इति उक्तवती पटभेदः इत्युक्ते पटस्य अन्योन्याभावः अतः तत्र पठत्वावच्छिन्न तादात्मसम्बन्धावच्छिन्न. तर्हि भेदः भिन्नभिन्नभेदाः भवन्ति एकस्मिन्नेव द्रव्ये. भिन्नानां भेदानां वैलक्षण्यं ज्ञातव्यं भवति इति कृत्वा एतत् सर्वं ज्ञानम् अपेक्षितम्. किन्तु पृथक्त्वस्थले किं भवति? पृथक्त्वस्थले तथा नास्ति. पृथक्त्वस्थले गुणत्वात् एकमेव पृथक्त्वं. सत्यं, पृथक्त्वम् एकमेव. भिन्नभिन्नानि पृथक्त्वानि एकस्मिन् द्रव्ये न भवन्ति, परन्तु भेदः तथा न. एकस्मिन् द्रव्ये भिन्नाः भेदाः भवन्ति. इत्यनेन इदं सर्वं ज्ञातव्यं भवति इति. अस्तु, अग्रे सन्ध्या भगिनी पठति वा? आं भगिनि. यतोहि प्रतियोगिता इत्युक्ते कः पदार्थः? सा नियमेन केनचित् धर्मेण अवच्छिन्ना भवति, केनचित् च सम्बन्धेन अवच्छिन्ना भवति. प्रतियोगिता ज्ञातव्या चेत् इदं सर्वं ज्ञातव्यं भवति. प्रतियोगिताविषयिणी यदा प्रतीतिर्जायते तदा अवश्यं प्रतियोगितायां किञ्चित् धर्मावच्छिन्नत्वं, किञ्चित् सम्बन्धावच्छिन्नत्वं ज्ञायते. अत्यन्ताभावस्थले भेदस्थले एवमस्ति. अतः इदम् अस्मात् भिन्नम् इति ज्ञातव्यं चेत्, प्रतियोगिता भासते इति वक्तव्यं चेत्, ततः इतोपि बहु किं किं ज्ञातव्यं भवति पूर्वम्. सा केन अवच्छिन्ना, केन धर्मेण अवच्छिन्ना, केन सम्बन्धेन अवच्छिन्ना, एतत् सर्वं ज्ञातं चेदेव सा प्रतियोगिता ज्ञातुं शक्यते. तदर्थं किम् उक्तं? तादात्म्याद्यनेकपदार्थज्ञानाधीनज्ञानविषयः नाम प्रतियोगिताज्ञानार्थम् इदं सर्वं पूर्वम् अपेक्षते. तदधीनं ज्ञानं भवति प्रतियोगितायाः. तादात्म्यादिपदार्थानां यद् ज्ञानं, तद् ज्ञानं जायते चेदेव तदुत्तरप्रतियोगितायाः ज्ञानं सम्भवति. अनेन प्रतियोगितायाः ज्ञानं कीदृशं? तादात्म्याद्यनेकपदार्थानां यत् ज्ञानं, तद् अधीनं यद् ज्ञानम् इति प्रतियोगितायाः विषयः. तर्हि प्रतियोगिता इति यदा वदामः तर्हि कीदृशः तत्र कीदृशः पदार्थः अस्ति प्रतियोगिता इत्युक्ते, तत्र निश्चयेन प्रतियोगिता केनचित् धर्मेण अवच्छिन्ना भवति, अपि च तत्र कोऽपि सम्बन्धः अस्ति येन अवच्छिन्ना भवति प्रतियोगिता. तत्र प्रतियोगिता यदि ज्ञातव्या भवति तर्हि एतत् सर्वम् आवश्यकमस्ति. तत्र कः धर्मः, केन धर्मेण अवच्छिन्ना अस्ति, अपि च कः सम्बन्धः, केन सम्बन्धेन अवच्छिन्ना अस्ति. तथैव भेदस्थले अपि एतादृशमस्ति इत्युक्ते अन्योन्याभावस्थले अत्यन्ताभावः यत्र अस्ति तत्रापि एतत् सर्वम् अस्ति. अत्यन्ताभावः भेदः समानार्थकशब्दौ इति केवलं सर्वेषां ज्ञापनार्थम् उक्तवती तावदेव. तर्हि तत्र प्रतियोगिताविषये यदि अन्योन्याभावः किल अन्योन्या क्षम्यतां भगिनि अन्योन्याभावः भेदः समानार्थकशब्दौ. तर्हि अत्यन्ताभावस्थले अपि अपि च अन्योन्याभावस्थले अपि एतद् आवश्यकम् इति वाक्यं तद्. तर्हि प्रतियोगिता यदा प्रतियोगितायाः विषये यदा ज्ञानम् आवश्यकं भवति तर्हि एतेषां सर्वेषां विषयाणां ज्ञानम् आवश्यकं भवति तस्मात् पूर्वम्. तर्हि केन सम्बन्धेन अवच्छिन्ना इति जानीमः, अपि च केन धर्मेण अवच्छिन्ना इति जानीमः चेदेव तत्र प्रतियोगितायाः सम्पूर्णं ज्ञानं भवति. अतः एव प्रतियोगिता इति शब्दस्य विशेषणमस्ति तादात्म्याद्यनेकपदार्थज्ञानाधीनज्ञानविषयः. इत्युक्ते प्रतियोगितायाः ज्ञानं प्राप्तुम् एतत् सर्वम् आवश्यकमस्ति. इत्युक्ते तत्र तादात्म्यादि तादृशपदार्थाः इत्युक्ते तादात्म्यसम्बन्धः अपि च तादृशपदार्थाः तेषां ज्ञानं तस्य ज्ञानं यदि प्राप्नुमः तदनन्तरमेव प्रतियोगितायाः ज्ञानं प्राप्नुमः अतः प्रतियोगितायाः ज्ञानं कथमस्ति तादात्म्याद्यनेकपदार्थानां यद् ज्ञानं तद् अधीनं यद् ज्ञानम् इत्युक्ते ततः तादात्म्याद्यनेकपदार्थानां यदा ज्ञानं भवति तस्मात् ज्ञानात् यद् ज्ञानं भवति सः तद् ज्ञानं प्रतियोगितायाः विषये विषयः अस्ति इति अस्ति इति सम्यक् परन्तु मम भाति यत् प्रतियोगितायाः विषयः इत्यस्य वदनस्य स्थाने ज्ञानस्य विषयः प्रतियोगिता इति वक्तव्यम् इति किल भवन्तः किं चिन्तयन्ति पुनः पृच्छतु अत्र यद् सरला सन्ध्या भगिन्या प्रतिपादितं तद् समीचीनमेव किन्तु अत्र लिखितमस्ति करपत्रे यत् तादात्म्यादि अनेकपदार्थानां यत् ज्ञानं तद् अधीनं यत् ज्ञानम् इति प्रतियोगितायाः विषयः तत्र ज्ञानं सविषयकः तथा नास्ति अत्र विचारः इति विचारः इति अस्तु तर्हि समीचीनमेव अस्तु सम्यक् तर्हि तर्हि प्रतियोगिता यथा भगिन्या उक्तं तादात्म्यादि अनेकपदार्थानां ज्ञानम् अपेक्षितं प्रतियोगिता ज्ञातुम् इति अस्तु अग्रे सावित्री भगिनी पठति वा आं भगिनि अधीनशब्दस्य अर्थद्वयं भवति न्यायशास्त्रे क्वचित् प्रयोजकभावे अस्ति अन्यत्र च जन्यजनकभावे अस्ति अधीनशब्दस्य उभयता अर्थो भवति क्वचित् ज्ञानाधीनज्ञानम् इत्युक्तौ ज्ञानजन्यज्ञानं क्वचिच्च ज्ञानाधीनज्ञानम् इत्युक्तौ ज्ञानप्रयुक्तज्ञानम् क्वचित् कार्यकारणभावः तस्य अन्यत्र प्रयोज्यप्रयोजकभावः अस्ति अत्र जन्यजनकभावः यथा भगिन्या उक्तम् इदानीमेव प्रथमं किञ्चित् ज्ञातव्यं भवति प्रतियोगिता इति विषयस्य ज्ञानं सम्पन्नार्थं तदेव अत्र जन्यजनकभावः इति लिखितमस्ति अधीनशब्दस्य तदेव अर्थः अत्र परन्तु न्यायशास्त्रे अर्थद्वयं भवति एकं तु जन्यजनकभावः यत् अत्र अस्ति अन्यत् अस्ति प्रयोज्यप्रयोजकभावः तस्य विवरणं न दत्तम् अस्ति अत्र परन्तु अत्र जन्यजनकभावः एव ज्ञानाधीनज्ञानम् इत्युक्तौ ज्ञानजन्यज्ञानं पूर्वं किञ्चित् ज्ञानं ज्ञातव्यं भवति द्वितीयज्ञानस्य उत्पन्नार्थं तदेव अत्र लिखितमस्ति यथा भगिनी इदानीमेव प्रतिपादितवती प्रथमं तादात्म्यादि अनेकपदार्थज्ञानाधीनज्ञानविषयः यद्भवती प्रतियोगितायाः विषयः अस्ति द्वयो प्रथमं तस्य कः सम्बन्धेन अवच्छिन्ना भवति अपि च केन धर्मेण अवच्छिन्ना भवति एतत् सर्वं ज्ञात्वा एव सम्पूर्णतया प्रतियोगितायाः ज्ञानं भवति इति लिखितमस्ति सम्यक् इत्युक्ते एकेन ज्ञानेन अपरं ज्ञानं जायते अत्र जन्यजनकभावः कार्यकारणभावः इति समानार्थकौ किल सत्यं भगिनि इति मम चिन्तनमपि कार्यम् इत्युक्ते जनक किम् अस्ति अत्र? जनकमपि ज्ञानं, जनकमपि ज्ञानं, जन्यमपि ज्ञानं. अपि च संध्या भगिनी यथा उक्तवती, कार्यम् अपि च जन्यम् इति समानार्थकौ. इत्युक्ते व्याकरणदृष्ट्या साक्षात् समानार्थकौ न, कार्यम् इत्युक्ते जन्यम् इति न्यायशास्त्रे. तर्हि कार्यकारणभावः अथवा जन्यजनकभावः इति समानः सिद्धान्तः एव. अस्तु, अपि च यथा सावित्री भगिन्या उक्तम्, एकस्य ज्ञानस्य अधीनं भवति अपरं ज्ञानम् इति कृत्वा प्रतियोगितायाः ज्ञानं तादात्म्यादि अनेकपदार्थज्ञानं ज्ञानस्य जन्यं भवति, ज्ञानेन जन्यं भवति इति. अस्तु, सावित्री भगिनी अग्रे भवती एव पठतु. अस्तु, विशेषस्य ज्ञानार्थं प्रथमतया विशेषणस्य ज्ञानम् अपेक्षितं भवति. तद्वत् तत्र धर्मावच्छिन्नत्वं, तादात्म्यसम्बन्धावच्छिन्नत्वं च प्रतियोगिता इति विशेषस्य द्वे विशेषणे. तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिता, अत्र तादात्म्यसम्बन्धा अवच्छिन्ना इति विशेषणवाचकपदम्. विशेषणस्य ज्ञानं पूर्वम् अपेक्ष्यते. विशेषणज्ञानं विशेषस्य जनकम्. विशेषणज्ञानजन्यं विशिष्टस्य ज्ञानं भवति. अतः अत्र अधीनशब्दस्य अर्थः जन्यः. विशेष्यस्य ज्ञानार्थं प्रथमतया विशेषणस्य ज्ञानम् अपेक्षितं भवति. यथा उन्नतः बालकः इत्युक्तौ उन्नतः अस्ति विशेषणं, बालकः विशेषण वाचकपदम्, अपि च बालकः विशेष्यं भवति तत्र. तदर्थ बालकस्य ज्ञानार्थम् उन्नतस्य पदस्य अर्थः ज्ञातव्यं भवति. तदर्थमेव तथा एव अत्र अपि धर्मावच्छिन्नत्वं तादात्म्यसम्बन्धावच्छिन्नत्वम् इति द्वयोः पदस्य ज्ञानम् अपेक्षितं प्रतियोगिता इति पदस्य ज्ञानार्थम्. तादात्म्यसम्बन्धावच्छिन्ना प्रतियोगिता, अत्र तादात्म्यसम्बन्धावच्छिन्ना इति विशेषणवाचकपदमस्ति. यथा उन्नतः अत्र उदाहरणे आसीत्. विशेषणस्य ज्ञानं पूर्वम् अपेक्ष्यते, पुनः तदेव उक्तम् अत्र. विशेषणज्ञानं विशेषस्य जनकम्. यदा विशेषणस्य ज्ञानं भवति तस्मात् विशेषस्य ज्ञानं जनकं जन्यं भवति. विशेषणज्ञानजन्यं विशिष्टस्य ज्ञानं भवति. विशिष्टम् इत्युक्ते विशेष्यः एव, विशेष्यमेव. अतः अत्र अधीनशब्दस्य अर्थः जन्यः इति यथा भगिन्या प्रतिपादित. समीचीनं, तर्हि अधीनः इत्युक्ते जन्यः, अपरम् अवलम्बते इति अधीनः. तर्हि प्रतियोगितायाः ज्ञानं तादात्म्यादिपदार्थज्ञानम् अवलम्बते. संध्या भगिनी अग्रे पठतु, भवत्याः प्रश्नः अत्र अस्ति. आं भगिनि, अधीन अत्र कः कार्यकारणभावः इत्युक्तौ विशिष्टविषयकज्ञानं प्रति विशेषणविषयकज्ञानं कारणं भवति. विशिष्टज्ञानार्थं पूर्वं विशेषणस्य ज्ञानम् आवश्यकम्. अतः घटभेदप्रतियोगितायाः ज्ञानार्थं प्रथमतया धर्मावच्छिन्नत्वतादात्म्यसम्बन्धावच्छिन्नत्वयोः पूर्वं ज्ञानम् अपेक्षते, तदुत्तरा तदवच्छिन्ना प्रतियोगिता. अतः घटत्वज्ञानाधीनं घटत्वावच्छिन्नप्रतियोगिता इति ज्ञानम्. तर्हि अत्र कार्यकारणभावः कः कुत्र अस्ति इत्युक्ते, तत्र प्रथमं यदा विशिष्टस्य ज्ञानं प्राप्तुम् इच्छामः तस्मात् पूर्वं विशेषणस्य ज्ञानं तत्र आवश्यकं भवति. तर्हि विशिष्टविषयकज्ञानं प्रति विशेषणविषयकज्ञानं कारणमिति भवति. इत्युक्ते तत्र जन्यमिति विशेषणविषयकज्ञानं भवति, जनकः जनकम् इति विशिष्टविषयकज्ञानं भवति. इत्युक्ते विशेषणविषयकज्ञानं जनकं भवति, विशिष्टविषयकज्ञानं जन्यं भवति. इदानीं समीचीनं किल? तर्हि विशिष्टस्य तदेव यत् पूर्वम् उक्तवती, विशिष्टस्य ज्ञानम् अपेक्षते चेत् तस्मात् पूर्वं विशेषणस्य ज्ञानम् आवश्यकमस्ति. उदाहरणार्थं तत्र घटभेद प्रतियोगिताविषये यदि वयं ज्ञानं प्राप्तुम् इच्छामः तर्हि घटभेदप्रतियोगिता इति कार्यं भवति, अपि च तद् जन्यं भवति. तदर्थं कारणं वा जनकम् आवश्यकं, यदस्ति धर्मावच्छिन्नत्व तादात्म्यसम्बन्धावच्छिन्नत्वम् इत्येतस्य विषयस्य ज्ञानं तद् आवश्यकमस्ति पूर्वम्. यदि तद् इत्युक्ते विशेषणज्ञानं प्राप्नुमः इत्युक्ते धर्मावच्छिन्नत्व तादात्म्यसम्बन्धावच्छिन्नत्वम् इति विशेषणस्य ज्ञानम् अस्ति, तद् यदा प्राप्नुमः तर्हि तेन अवच्छिन्ना प्रतियोगिता या अस्ति, यद् विशिष्टमस्ति, तस्य ज्ञानं सम्यक् रीत्या प्राप्तुं शक्नुमः. अतः घटत्वावच्छिन्नप्रतियोगिता या अस्ति सा घटत्वस्य ज्ञानस्य अधीनम् अस्ति. तर्हि घटत्वावच्छिन्नप्रतियोगिता इति यद् ज्ञानम् अस्ति तद् ज्ञानं घटत्वविषये यद् ज्ञानमस्ति तस्य अधीनमस्ति. इत्युक्ते घटत्व ज्ञानं यदा प्राप्नुमः तदा एव घटत्वावच्छिन्नप्रतियोगितायाः ज्ञानं प्राप्नुमः. इत्युक्ते कारणम् अस्ति घटत्वज्ञानं, कार्यमस्ति घटत्वावच्छिन्नप्रतियोगिता, जनकमस्ति घटत्वज्ञानं, जन्यमस्ति घटत्वावच्छिन्नप्रतियोगिता, पुनः विशेषणमस्ति घटत्वज्ञानं, विशेष्यमस्ति घटत्वावच्छिन्नप्रतियोगिता इति ज्ञानम्. समीचीनं, तावदेव अस्ति. अत्र पुनः भिन्नरीत्या उक्तम्, एकवारं जन्यजनकभावः इति पारिभाषिकशब्दम् उपयुज्य अत्र कारणकार्यभावः रीत्या उक्तं, तावदेव. अस्तु, अग्रे एकः नूतनः प्रश्नः अत्र स्थाप्यते, तदपि किञ्चित् पठेम. सरला भगिनी पठति वा? भगिनी, अत्र यथा पूर्वम् आसीत् प्रयोजकभावे अस्ति, तादृशी कोऽपि उदाहरणं न अत्र आसीत् वा? नास्ति नास्ति नास्ति महोदय, शनिवासरस्य वर्गे अपि उक्तम् इति भाति, उदाहरणम् अत्र नास्ति इति उक्तं महोदयेन, प्रायः अग्रे दीयते कदाचित्. अत्र तु कारणकार्यभावः अस्ति इति ज्ञेयम् इति. अस्तु, राजेन्द्रमहोदय अग्रे पठति वा प्रश्नः उदेति? अत्र प्रश्नः उदेति, तादात्म्य आदि अनेकपदार्थज्ञानादि ज्ञानादीन् ज्ञानविषयः प्रतियोगिता, किन्तु पृथक्त्वस्य औधित्वं तथा इदानीं ज्ञानादीनां नास्ति इत्युक्तम्, परञ्च घटः पटात् पृथक् इति प्रतीतौ अवधित्वम् अपि पटत्वा पटत अवच्छिन्नं भवति इति भाति. एवं रीत्या अत्रापि पूर्वज्ञानम् अपेक्षितम् एव, तर्हि उभौ अपि कथञ्चित् ज्ञानादिनौ खलु प्रतियोगिता ज्ञानादिना, किन्तु पृथक्त्वस्य स्थले अवधित्वं तथा नास्ति इत्यनेन तयोः वैलक्षण्यम् इति कथं वक्तुं शक्यते? अत्र इदानीम् एतावता यथा भगिनी प्रतिपादितवती, तादात्म्य आदि अनेकपदार्थ अधीनज्ञानविषयः या प्रतियोगिता अस्ति तत्र अपेक्षितमस्ति, पूर्वं ज्ञानम् अपेक्षितमस्ति, तत् विहाय न ज्ञातुं शक्नुमः भेदी प्रतियोगिता। परन्तु किन्तु इदानीं पर्यन्तं तु अस्माभिः पठितं पृथक्त्वस्य अवधित्वं तथा ज्ञान अधीनं न आस्ति इति उक्तं, परन्तु घटः यदा वदामः घटः पटात् पृथक् इति प्रतीतौ अवधित्वम् अपि पटत्व अवच्छिन्नं भवति इति भाति। यथा वदामः घटः पटात् पृथक् तथा अस्माभिः प्रायशः ज्ञातव्यं पटत अवच्छिन्नं अवधित्वम् अवधित्वं पटत अवच्छिन्नम् अस्ति इति भाति। किमर्थं तथा अवधित्वं कुत्र अस्ति? पटे अस्ति, पटे अवधित्वम् अस्ति, पटे अन्यत् किम् अस्ति? पटे पटत्वम् अस्ति, पटत्वम् अस्ति, अतः अवधित्वं पटे यद् अवधित्वं तत् पटत्वावच्छिन्नं भवितुम् अर्हति एव खलु, पटे उभौ स्तः इति। तर्हि अवधित्वम् अपि ज्ञानाधीनमेव किल इति प्रश्नः। अस्तु अग्रे महोदय। एवं रीत्या अत्र अपि पूर्वज्ञानम् अपेक्षितम् एव, अत्रापि एतस्मिन् उदाहरणे पूर्वज्ञानम् अपेक्षितम् एव प्रायशः, तर्हि उभौ अपि कथञ्चित् ज्ञान अधीनं खलु, भेदः अथवा पृथक्त्वं तत्र द्वौ उभय ज्ञान अधीनं खलु, सः प्रश्नः अस्ति सः। प्रतियोगिता ज्ञान अधीना, किन्तु पृथक्त्वस्य स्थले अवधित्वं तथा नास्ति इत्यनेन तयोः वैलक्षण्यम् इति कथं वक्तुं शक्यते? यथा वदामः प्रतियोगिता ज्ञान अधीना अस्ति, किन्तु पृथक्त्वस्थले अवधित्वं तथा नास्ति, ज्ञान अधीन नास्ति, तयोः वैलक्षण्यम् इति कथं वक्तुं शक्यते? कथं वक्तुं शक्नुमः प्रतियोगिता ज्ञान अधीन अस्ति परन्तु पृथक्त्वस्थले अवधित्वं ज्ञान अधीन नास्ति? तत् प्रायशः वक्तुं शक्नुमः, तादृशी प्रश्नः आयाति। हा इति प्रश्नः बुद्धं वा इत्युक्ते, आरम्भतः अस्य विभागस्य आरम्भतः वयं वदन्तः स्मः यत् अस्तु प्रतियोगिता ज्ञानाधीन पृथक्त्वस्थले अवधित्वं तथा नास्ति, अतः उभयोः मध्ये वैलक्षण्यम् अस्ति इति, तस्य तर्कस्य आधारेण वैलक्षण्यं स्थापयन्तः स्मः। परन्तु अत्र प्रश्नः अस्ति यद् अवधित्वमपि कथञ्चित् पटत्वावच्छिन्नम् इति कृत्वा अथवा घटत्वावच्छिन्नम् इति कृत्वा ज्ञानाधीनमेव खलु इति प्रश्नः आगच्छेत्, अतः उत्तररूपेण अग्रे अस्ति। सरला भगिनी पठति वा उत्तरम्? उत्तरत्वेन उच्यते पृथक्त्वस्य अवगमनार्थम् एतत् सर्वपरिशीलनं न अपेक्षितं। घटपटात् पृथक् इति प्रतीतौ पृथक्त्वं घटे घटेन च विशिष्यते, घटपटात् भिन्न इति प्रतीतौ भेदः घटे किन्तु घटेन न विशिष्यते इति कारणतः अयं भेदः कीदृशः इत्यस्य अवगमनार्थम् इतोपि परिशीलनम् अपेक्षितं। प्रतियोगी कः, तस्मिन् विद्यमानप्रतियोगिता कीदृशी इति परिशीलनीयं भवति। यावत् न क्रियते तावत् प्रतीतिः एव न बुध्यते, किन्तु पृथक्त्वं तस्य अवधित्वं च न तथा। यद्यपि पृथक्त्वस्य अवधित्वस्य वर्णनं वक्तुं शक्यते यया रीत्या भवत्या उक्तं तस्य आवश्यकता नास्ति। अत्र किम् उक्तं, विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वे विस्पष्टं प्रतीयमानम् अवधित्वं, यत्र विभिन्नदेशव्यापिमूर्तवृत्ति पृथक्त्वं वर्तते तत्र प्रतीयमानम् अवधित्वं स्पष्टं, ततः अग्रे परिशीलनस्य आवश्यकता नास्ति. पृथक्तस्य गुणत्वात् आश्रयद्रव्येण विशिष्टत्वात् विभिन्नदेशव्यापिमूर्तवृत्तित्वात्. पृथक्तस्य अवगमनार्थम् एतत् सर्वं पृथक्तस्थले पूर्वं ज्ञानं जन्यजनकम् एतत् न अपेक्षितम् अस्ति. घटपटात् पृथक् इति प्रतीतो पृथक्त्वं घटे अस्ति. पृथक्तस्य आश्रय घट अस्ति. पृथक्त्वघटेन विशिष्यते. अत्र घटपटात् भिन्नति प्रतीतौ भेदः घटे, किन्तु घटेन न विशिष्यते. अत्र पट प्रतियोगी भवति. प्रतियोगिता पटत्वं अवच्छिन्ना भवति. तादात्म्यं किन्तु पृथक्त्वस्थले स्थितिः कीदृशी? पृथक्त्वस्थले पृथक्त्वं घटे अस्ति, किन्तु पटे अवधित्वम् अस्ति. तद् समीचीनं. किन्तु अत्र वार्ता अस्ति यत् पृथक्त्वस्य आश्रयः कः? पृथक्त्वस्य आश्रयः घटः. हा, अपि च पृथक्त्वं घटेन विशिष्यते वा? आम् आम्, पृथक्त्वं घटः. घटे यत् पृथक्त्वम् अस्ति तत्तु घटत्वावच्छिन्नम् एव भवति, यतोहि एकमेव पृथक्त्वम्. इदानीं घटः पटात् भिन्नः इति प्रतीतिः, तत्र भेदस्य आश्रयः कः? भेदस्य आश्रयः घटः अस्ति न? घटः खलु. घटः भिन्नः विशेषणविशेषं तत्र. अस्तु, भेदस्य आश्रयः घटः. इदानीं वदतु, भेदः घटेन विशिष्यते वा? न विशिष्यते खलु, यतोहि यथा पृथक्त्वम् एकमेव. अयं भेदः कीदृशः, तस्य अवगमनार्थम् इतोपि परिशीलनम् अपेक्षितं. भेदस्य स्थले प्रतियोगी कः, तस्य ज्ञातम् आवश्यकं भवति. प्रतियोगी कः, तस्मिन् विद्यमाना प्रतियोगिता कीदृशी इति परिशीलनीयं भवति. तत्र प्रतियोगिता कीदृशी अस्ति, घटः पटाद्भिन्न घटे विद्यमान भेदः अस्ति, तत्र बहवः प्रतियोगी भवितुं शक्नोति. तत्र घटे एकमेव, एकः एव भेदः इति न, बहवः भेदाः भवितुम् अर्हन्ति एकस्मिन् घटे. बहवः भेदाः इत्युक्ते बहवः प्रतियोगिनः अपि. प्रतियोगिना अपि तस्य भेदस्य स्थले प्रतियोगी कः, प्रतियोगिता कुत्र भवति, अस्य ज्ञानं प्रतीति बहु आवश्यकं भवति. विद्यमानप्रतियोगिता कीदृशी इति परिशीलनीयं भवति. यावत् न क्रियते तावत् प्रतीतिः एव न बुध्यते. यदि वयं न घटः भिन्न तस्य किम् अर्थं न भवति. कस्मात् भिन्न घटे यः भेदः अस्ति, कस्मात् अस्ति, तस्य प्रतियोगी ज्ञातुम् आवश्यकम् अस्ति. किन्तु पृथक्त्वं तस्य अवधित्वं च न तथा. पृथक्त्वस्थले अवधित्वं ज्ञातुमपि आवश्यकं भवति न पृथक्त्वस्थले भगिनि? कस्मात् सत्यं सत्यम् अवधित्वं ज्ञातव्यं भवति, किन्तु वार्ता अस्ति यद् यथा पृथक्त्वम् एकमेव तथा भेदः नास्ति इति. तथा भेदः नास्ति. यद्यपि पृथक्त्वस्य अवधित्वस्य वर्णनं वक्तुं शक्यते यया रीत्या भवत्या उक्तं, तस्य आवश्यकता नास्ति. यया रीत्या प्रश्ने उक्तं प्रश्नः यदासीत् तस्मिन् यया रीत्या उक्तम् तादात्म्य प्रश्न अस्ति तादात्म्य पृथक्त्वस्य अवधित्वस्य वर्णनं शक्य घटत्वावचिह्नं पृथक्त्वं पटत्वावचिह्नं पृथक्त्वम् इति वर्णनं तु शक्यम् आवश्यकता नास्ति अत्र किम् उक्तं विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वे विस्पष्टं प्रतीयमानम् अवधित्वं पृथक्त्वस्थले वयं से विभिन्नदेशव्याप्तिमूर्तवृत्तिपृथक्त्वे पृथक्त्वस्थले विभिन्नदेशमूर्तिद्रव्यस्य वृत्तित्वं स्पष्टं यदि भवति तत् अवधित्वं भवति सत्यं भगिनी त्वं भवती प्रतिपादयति इदानीम् अत्र किमुक्तं विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वे विस्पष्टं प्रतीयमानम् अवधित्वम् इत्युक्ते अवधित्वं तु विस्पष्टमेव अस्ति पृथक्त्वस्थले यत्र विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वं वर्तते तत्र प्रतीयमानम् अवधित्वं विस्पष्टं ततः अग्रे परिशीलनस्य आवश्यकता नास्ति यतोहि वर्णनं तु शक्यम् अवधित्वस्य घटत्वावचिह्नम् अवधित्वं पटत्वावचिह्नं किन्तु आवश्यकता नास्ति इतोपि परिशीलनस्य यतोहि पृथक्त्वम् एकमेव आश्रयीभूतद्रव्येण विशिष्यते इति अतः पृथक्त्वस्य गुणत्वात् आश्रयद्रव्येण विशिष्टत्वात् विभिन्नदेशव्यापिमूर्तवृत्तिद्रव्यत्वात् पृथक्त्वं भेदः इव नास्ति ज्ञानाधीनं नास्ति इति इति स्पष्टं वा अत्र अन्य कोऽपि प्रश्नः भगिनी एवं वक्तुं शक्नुमः उदाहरणार्थं यथा पृथक् पृथक्त्वे विभिन्नदेशे मूर्तद्रव्ये स्तः तथा तदेव पृथक्त्वं पृथक्त्वगुणः वक्तुं शक्यते यथा यथा वामतः हस्ते घटः अस्ति दक्षिणहस्ते कपालः अस्ति तदा तु वयं वक्तुं शक्नुमः पृथक्त्वम् अस्ति तत्र या घटः कपालात् पृथक् परन्तु एकस्मिन्नेव देशे सन्ति तदा तदा भेदः वक्तुं शक्नुमः तदा अस्माकं ज्ञानम् अपेक्षितं कपालस्य प्रति घटस्य प्रति ज्ञानम् आवश्यकं परन्तु पूर्वम् उदाहरणे यथा दोस् स्थले स्तः तादृशी ज्ञानं न अपेक्षितं यदा ते विभिन्नदेशे स्थाः सत्यं सत्यम् इत्येव वार्ता पृथक्त्वस्थले स्पष्टं ज्ञायते विभिन्नदेशव्यापिमूर्तवृत्तित्वम् अस्ति इति यस्य कस्यापि पृथक्त्वस्य अवधिः विभिन्नदेशे एव भवति इति भगिनी पृथक्तस्य अस्ति गुणत्वात् प्रथम आपादनम् अस्ति न प्रथम आपादनं तु अस्ति तत्र आपादने किम् उक्तं पृथक्त्वं गुणः एव न इति उक्तम् अस्तु आपादनं दूरीकुर्वन्तः सिद्धान्तिनः वदन्ति यत् पृथक्त्वं गुणः एव एकमेव गुणः अपि च आश्रयभूतद्रव्येण विशिष्यते इति पृथक्त्वम् अन्यतमः गुणः अस्ति इति साधनार्थमेव इदं सर्वं जातम् इयं सर्वा चर्चा जाता खलु भिन्नभिन्नरीत्या तैः सिद्धान्तिभिः स्पष्टीकृतं यद् पृथक्त्वम् इति गुणः भेदः नास्ति इति अन्ततो गत्वा भेदः ज्ञानाधीनः पृथक्त्वं तथा नास्ति इति उक्तवन्तः इति स्पष्टमस्ति वा सरला भगिनी अथवा अस्तु तर्हि अन्य कोऽपि प्रश्नः नास्ति चेत् विरमामः शुभरात्रिः शुभरात्रिः नमस्कारः शुभरात्रिः धन्यवादः